नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे अद्य नूतनपाठः आरप्स्यते. तुदादिगणः इति षष्टमगणः अस्ति. इदानीं पर्यन्तं वयं भुवादिगणे भुवादिगणं द्विवादिगणम् इति गणद्वयस्य समग्रचिन्तनं रूपं च साधितवन्तः. अद्य तुदादिगणः इति पश्यामः कथं विद्यते. भुवादिगणात् द्विवादिगणात् तुदादिगणः कथं विद्यते इति अपि द्रक्ष्यामः. पाठः रघुपतिमहोदय पठति वा? आं भगिनि, एकनिमिषं एकनिमिषं. हा, तुदादिगणः. तुदादिगणे कर्तृर्थे सार्वधातुकप्रत्यये परे धातुभ्यः श विकरणप्रत्ययः विहितः अस्ति. वस्तुतः प्रथमं कर्तरि शप् इत्यनेन शप् विहितः. तदा कर्तरि शप् इति सूत्रं प्रबाध्य तुदादिभ्यः शः इति आगत्य कार्यं करोति. किमर्थम् अस्यां दशायां तुदादिभ्यः शः स्वस्य कार्यं न करोति चेत् इदं सूत्रं निरवकाशं भविष्यति. कर्तरि शप् इत्यस्य अन्यत्र लब्धावकाशः अस्ति. अतः तुदादिभ्यः शः कर्तरि शप् इत्यस्य अपवादभूतसूत्रम्. पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषया यत् सूत्रम् अपवादम् अस्ति तत् अपरस्य अपेक्षया बलवत्. अतः अत्र तुदादिभ्यः शः इति सूत्रस्य कार्यं सिद्ध्यति. अस्तु, अत्र वयं जानीमः तुदादिगणस्य विकरणप्रत्ययः अस्ति तुदादि शः श इति. यद्यपि कर्तरि शप् इति सूत्रमस्ति सर्वत्र, तस्य प्रसक्तिः भवति. प्रथमं कर्तरि शप् सर्वेभ्यः गणेभ्यः भवति. परन्तु अनन्तरं पाणिनिना गणनिमित्तीकृत्य अन्यानि सूत्राणि रचितवान्. अत्र कर्तरि शप् अत्र सूत्रमस्ति तुदादिभ्यः शः इति, तस्य प्रसक्तिः भवति. कर्तरि शप् प्रबाद्य तस्य प्रसक्तिः भवति. किमर्थमिति चेत् तत् अपवादसूत्रमस्ति. यदि वयं जानीमः यदि निरावकाशः भवति केनापि कस्यापि सूत्रस्य निरावकाशः भवति तदा तत् सूत्रम् अपवादसूत्रम् इति. अतः अस्माकं परिभाषा अस्ति पूर्वपरनित्यान्तरङ्ग अपवादसूत्राणाम् उत्तरोत्तरं बलीयः. अत्र अपवाद अस्ति, उत्तर अस्ति, उत्तरोत्तरं बलीयः. यदि अपवादसूत्रमस्ति चेत् तस्य बलः अधिकं, तस्य एव प्रसक्तिः भवति सर्वदा. अतः इति परिभाषया तुदादिभ्यासः इति अपवादसूत्रम् अपरस्य सूत्रस्य अपेक्षया. अतः तुदादिभ्यासः इति सूत्रस्य कार्यं सिद्ध्यति. परन्तु महोदय, भवान् उक्तवान् तत्र निरवकाशं भविष्यति अतः अपवादः इति. अस्तु, अन्यत् निरव न कर्तरि तुदादिभ्यासः इत्यस्य सूत्रस्य निरवकाशः भविष्यति. यदि कर्तरि शप् इति सूत्रं वयं स्वीकुर्मः चेत् तत्र सुदग्भ्यश इत्यस्य सूत्रस्य प्रसक्तिः कुत्रापि न भवति. एतत् तस्य कार्यक्षेत्रं सीमितमस्ति. तुदादिगणे एव भवति, अन्यत्र न भवति. अतः यदि तुदादिभ्य तत्र न वयं तस्य उपयोगं न स्वीकुर्मः चेत् कुत्रापि तस्य सूत्रस्य प्रसक्तिः न भवति. अतः अपवादसूत्रमस्ति. अतः अपवादः, तत् समीचीनं. अतः अपवादः सामान्यसूत्रमस्ति कर्तरि शप्. आं भगिनि, तत् सूत्रविषये किञ्चित् वदतु भगिनि. पूर्वपरनित्य अन्तरम् आम् आं वदामि. प्रथमं तु कर्तरीषप् इति सामान्यसूत्रमस्ति, तुदादिभ्यः शः इति विशेषसूत्रमस्ति. कर्तरीषप् इति सूत्रं यत्र यत्र कर्त्रार्थे सार्वधातुकप्रत्यये परे अस्ति चेत् सर्वत्र कर्तरीषप् एव विधीयते प्रथमम्. अनन्तरं गणम् अनुसृत्य, यदा महोदय उक्तवान् इदानीं, गणम् अनुसृत्य तुदादिभ्यः शः इति सूत्रेण तत्र श इति विकर्णप्रत्ययः विधीयते. इदानीं कर्तरीषप् एव सर्वत्र कार्यं करोति चेत् तुदादिभ्यः श इति सूत्रं वा अन्यत्र अन्येषु गणेषु यः सूत्राणि सन्ति तद् निरवकाशं भविष्यति. यदा वयं दिवादिभ्यः श्यन् इति दृष्टवन्तः, अधिप्रभृतिभ्यः लुक् इति अदादिगणीयविषये सूत्रमस्ति, तत्सर्वं निरवकाशं भविष्यति. तस्य कार्यमेव न करोति, तस्य अवकाशः एव न भवति इति कृत्वा तादृशं मा भूत् इति कारणेन तद् तुदादिभ्यः शः इति सूत्रं कर्तरीषप् इति सूत्रस्य अपवादसूत्रम्. इदानीं तत्र एका परिभाषा अस्ति, पूर्व पर नित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः. तत्र प्रथमम् उत्तरोत्तरं बलीयः इति एव भागं स्वीकरोतु. उत्तर उत्तरं बलीयः, बलीयः इत्युक्ते बलवान्. कः बलवान्? पूर्वभागस्य अपेक्षया परभागः बलवान्. इदानीं पूर्वस्य अपेक्षया परसूत्रं बलवान्, परसूत्रस्य अपेक्षया नित्यसूत्रं बलवान्, नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवान्, अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवान्. अतः अपवादसूत्रस्य बलम् अधिकम्. सामान्यसूत्रं कर्तरीषप्, तुदादिभ्यः शः इति अपवादसूत्रं, तस्य बलम् अधिकम् इति कृत्वा वयं तुदादिभ्यः शः एव स्वीकुर्मः. स्पष्टं वा भगिनि? सम्यक् धन्यवादः. अस्तु तदेव अस्ति इदानीं विषयः. धन्यवादः महोदय. राजेन्द्रमहोदय सूत्रं पठति वा? आं भगिनि. तुदादिभ्यः शः, तुदादिगणे स्थितेभ्यः धातुभ्यः श प्रत्ययः भवति कर्त्र्यर्थक् सार्वधातुकप्रत्यये परे. तुद् आदिर्येषां ते तुदादयः, बहुव्रीहिसमासः तेभ्यः तुदादिभ्यः. तुदादिभ्यः पञ्चमे अन्तं श प्रथम अन्तं द्विपदमिदं सूत्रं. कर्तरि शप् इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः, सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः, प्रत्ययः परश्च इत्यनयो अधिकारः, धातोरनेकाचो हलादेः क्रियासंविहारे यण् इत्यस्मात् धातोः इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं. तुदादिभ्यः धातुभ्यः श प्रत्ययः परश्च कर्तरि सार्वधातुके. सूत्रं किमस्ति अत्र? तुदादिगणे तत् विकरणप्रत्ययः श प्रत्ययः अस्ति कर्तर्थक् सार्वधातुकप्रत्यये परे. अत्र धातुभ्यः धातुभ्यः श प्रत्ययः विधीयते तुदादिगणे गणि धातूनां कृते. तत् प्रत्ययः परश्च तस्य अधिकारः अस्ति, अधिकारसूत्राणि सूत्रौ सन्ति कर्तरि सार्वधातुके अपि तस्य अनुवृत्तिः अस्ति. सार्वधातुके परे सारांशत्वेन वदामश्चेत् तुदादिगणे श प्रत्ययः तत्र विकरणप्रत्ययः अस्ति अत्र आगच्छति. अग्रिमसूत्रमपि पठतु महोदय. कर्तरि शप् धातुतः शप् प्रत्ययः भवति कर्तरर्थक् सार्वधातुकप्रत्यये परे अनुवृत्तिसहितसूत्रं. धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके. कर्तरि शप् तु यदा लट् लट्ना लकारस्य विवक्षा अस्ति तत् तत्र प्रथमं लट् कर्तरि शप् सूत्रम् आगत्य कार्यं करोति. कर्तार्थक यदि विवक्षा अस्ति कर्तकर्थे अपि च सारधातुकप्रत्ययः परे तत्र शप् प्रत्ययः विहितः भवति. अनुवृत्तसहितसूत्रं धातोः शप् प्रत्ययः परश्च कर्तरि सारधातुके सारधातुके प्रये परे तत्र शप् प्रत्ययः विधीयते कर्तरि शप् सम्यक् अग्रिमपरिच्छेदमपि महोदय. अयम् अयं शप्रत्ययः षित् इति कारणतः तिंशत् सार्वधातुकम् इति सूत्रेण सार्वधातुकप्रत्ययः. तस्मात् कारणात् शप्रत्ययः परश्चेत् सार्वधातुक आर्धधातुकयोः पुगन्धलघुपदस्य च इति सूत्राभ्यां घुणकार्यं विहितं. परन्तु श अपि अतः सार्वधातुकम् अपि इति सूत्रेण नीत्वा नित्वत् अतः किन्नति च इति कारणतः यत्र यत्र गुणकार्यं विहितं तत्र तत् निषेधं. शप्रत्ययः षित् अस्ति तत्तत् कारणात् तत्र तिंशत् सार्वधातुकं सूत्रेण सार्वधातुसंज्ञा भवति सार्वधातुसंज्ञा भवति. शप्रत्ययः प्रत्ययस्य सार्वधातुसंज्ञा भूत्वा तत् अयं यदा सार्वधातुकप्रत्ययः परे आगच्छति तत्र सार्वधातुक आर्धधातुकयोः अपि च पुगन्धलघुपदस्य च सूत्राभ्यां गुणकार्यं भवितुम् अर्हति. परन्तु श प्रत्ययः अपित् अस्ति तत्कारणात् सार्वधातुकम् अपित् सूत्रेण नित्वद् भवति. नित्वद् भूत्वा तत् किन्ति च सूत्रेण गुणकार्यं निषिद्धम् अस्ति. यत् कार्यं भवितुम् अर्हति तत् तद् न भवति तत् निषिद्धम् अस्ति यदि यदि श प्रत्ययः अपित् अस्ति आम् सम्यक् समीचीनं. तत्र श इति विकर्ण अस्माकं विकरणप्रत्ययः यद्यपि तत् षित् अस्ति तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकप्र संज्ञा प्राप्नोति परन्तु अपित् अस्ति. अपित् इति कारणेन सार्वधातुकार्धधातुकयोः पुगन्धलघुपदस्य च इति सूत्राभ्यां यत् कार्यं भवति तद् न भवति. तद् गुणकार्यं निषिद्धं भवति सार्वधातुकमपि अनन्तरं निति च इति सूत्रेण सूत्राभ्यां तत् कार्यं निषिद्धं भवति. तदेव तत्र मुख्यबिन्दुः अस्ति. तुदादिगणे श प्रत्ययः अपित् इति मुख्यबिन्दुः अस्ति. यद्वयं पूर्वस्मिन् पाठे दृष्टवन्तः तदपि अपित् एव आसीत्. दिवादिभ्यः श्यान् अपि षित् सार्वधातुकप्रत्ययः षकारः षित् इति कारणेन सार्वधातुकप्रत्ययः अस्ति आसीत्. परन्तु तत्रापि गुणनिषेधः एव भवति. तत्र प्रमुखकार्याणि त्रयं वयं दृष्टवन्तः. अत्र किं भवति इति पश्यामः. केन भिद्यते सूत्रद्वय क्षम्यतां गणद्वयस्य भेदः कः? तद् तु दिवादिभ्यः श्यन् तत्र शकश्यन् इति यकारः एव अवशिष्यते. अत्र तुदादिगणे तुदादिभ्यः शः अत्र शकारस्य लोपानन्तरम् अनुबन्धलोपानन्तरम् अ एव अवशिष्यते. द्वयोः कार्यभेदः कः इति पश्यामः. अस्तु विजया भगिनी. विजया भगिनी अस्ति वा? आम् भगिनि. सार्वधातुक सार्वधातुकम् अपित् अपित् सार्वधातुकं नित्येव अस्ति. सार्वधातुकं प्रथमान्तम् अपित् प्रथमान्तं द्विपदमिदं सूत्रं वाङ् पुटादिभ्यो निन् निन्नित् इत्यस्मात् नित् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं सार्वधातुकम् अपित् नित् तत्र सार्वधातुक सार्वधातुकम् अपित् इति नित् इव अस्ति. अत्र सार्वधातुकं प्रथमान्तम् अनन्तरम् अपित् इति तत्रापि प्रथमान्तं द्विपदमिदं सूत्रं तत्र एतत् सूत्रं किं वदति इति अहं न जानामि भगिनि. तद् न आवश्यकं भगिनि. तद् न आवश्यकं. तत्र नित् इति अनुवृत्तिः एव आगच्छति. सूत्रस्य अर्थः न आवश्यकम्. अस्तु भगिनि, नित्येव तत्र अनुवृत्तिः. तत्र अनुवृत्ति सहितसूत्रं सार्वधातुकम् अपि नित्य इति तावदेव तत्र. अनन्तरं निति च यः निति च पठतु भगिनि, अग्रे पठामि वा? आम् आम् निति च यः प्रत्ययः जित् चित् अथवा नित् अस्ति अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः एकः स्थाने गुणः वा वृद्धिः वा भवति स्म. सः गुणः वृद्धिः न भवति. गकारः चकारः ककारः चकारः यकारः चे एतत् गण वर्णसमीपे तेषाम् इतरेतरद्वन्द्वः नः किं वा इतः यस्य सः नित्वत् नित् तस्मिन् परे निति निवेति तत्र किम् अस्ति भगिनि? किङन्ति निवेति किङन्ति अस्तु द्वन्द्व द्वन्द्वगप बहुवीर्जिसमासः तत्र द्वन्द्वगर्भ बहुवीर्जिसमासः अत्र गकारस्थाने ककारः करिच इत्यनेन चत्वसन्धिः इति सप्तमन्तं च अव्ययपदं द्विपदमिदं सूत्रम् इको गुणवृद्धिः गुणवृद्धि इत्यस्य पूर्णतया अनुवृत्तिः न धातु लोपः आर्धधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं निति च इकः गुणवृद्धिः न तत्र तत्र यः प्रत्ययः जित् चित् अथवा अथवा नित् अस्ति अपि च तस्मात् प्रत्ययं पूर्वं तस्य प्रत्ययस्य कारणतः एतत् जित् चित् नित् इति अस्य पूर्व प्रत्ययस्य पूर्वं एकः स्थाने गुणः न भवति वृद्धिः अपि न भवति. तत्र गकारस्थाने ककारः परिचय इति अनेन चर्वसन्धि कारणं भूत्वा तत्र कार्यं करोति. गकारस्थाने प्रथमवर्णस्य स्थाने तृतीयवर्णः आगच्छति परिचय इति सूत्रेण. एतत्तु निति इति सप्तमन्तं च इति अव्ययमेव तत्र द्विपदमिदं सूत्रम् इकः गुणवृद्धिः तत्र नास्ति इति तत्र अस्ति भगिनि तावदेव तत्र तावदेव तत्र इकः निति च इति सूत्रं यत्र कित् गित् नित् प्रत्ययः परः अस्ति चेत् तस्य प्रत्ययस्य कारणेन पूर्वस्थितस्य अङ्गस्य गुणः वा वृद्धिः वा न भवति तावदेव वदति सूत्रं. सूत्रं तु कीदृशसूत्रं भगिनि स्मरति वा अन्ये? अपवादसूत्रम् कस्य अपवादं महोदय? कस्य अपवादसूत्रमेव निषेधसूत्रं सार्वधातुकमपि सार्वधातुकमपित् इति सार्वधातुकम् अपित् नित् इति अस्ति खलु तत् अतिदेशसूत्रमस्ति अतिदेशसूत्रम् अतिदेशसंज्ञासूत्रं द्वयमपि अतिदेशसूत्रम् तत्र वयम् आरोपयामः किल नित्वत् भवतु इति अतः सार्वधातुकमपि अतिदेशसूत्रं सम्यक् इति च इति विधिसूत्रं निषेधकसूत्रं विधिसूत्रं सम्यक् एव समीचीनं. विजया भगिनी तत् पूरयति वा अग्रिम एकः पङ्क्तिः एव अस्ति. आं नमस्ते भगिनि आं वदतु भगिनि. आहत्य सुधादिगणे कर्तृत्वे सार्वधातुकप्रत्यये परे श प्रत्यय विहितः स च नित्वत् अस्ति एतः परिणामः गुणे निषेधः परन्तु यथा दृष्टं दिवादिगणे प्रत्ययस्य नित्वत् इति भवनेन केवलं गुणनिषेधः सिद्धः इति न तस्य अनेकप्रभावाः सन्ति तेषु त्रयः प्रमुखाः अधो लिखिताः तत्र एतत् विषये त्रीणि सूत्राणि अधः आगच्छति कर्तृ अपि तत् सुधादिगणे कर्तृ अपि तत्र सार्वधातुकप्रत्यये परे श्या प्रत्ययः एव विहितः तत्र शा च नित्वति इति भवति अस्य एकः परिणामः गुणे निषेधः तत्र गुणे निषेधः एव भवति गुणकार्यं न भवति दिवादिगणे पूर्वम् एव वयं दृष्टवन्तः नित्वति इति शन् इति आगच्छति विकरणप्रत्ययं परन्तु या एव तिष्ठति तत्रापि केवलं गुणनिषेधः तत्र गुणनिषेधः सिद्धः इति न तस्य अनेकप्रभावः सन्ति एतत् विषये एव प्रमुखाः त्रीणि सार्वत्रिकम् इति त्रीणि सूत्राणि आगच्छति अतः एव एतत् विषये वयं पश्यामः धन्यवादः सम्यक् धन्यवादः तत्र श इति यद्यपि विकरणप्रत्ययः विहितः स तु नित्वत् अस्ति परिणामः गुणनिषेधः एकः एव परिणामः इति न अन्यप्रभावाः अपि सन्ति प्रमुखप्रभावाः त्रयं तु वयं पूर्वस्मिन् पाठे दृष्टवन्तः तदेव प्रथमम् आगच्छति केवलं गुणनिषेधः इति न इति तद्भागः एव पठामः अरुणा भगिनी पठति वा आं भगिनि किं पठामि किति किति इति विशिष्टकार्याणि इति अस्ति किल तत् भागः भगिनि तत्र भगिनी इदानीं पठितवती किल तस्मात् अधः एव अस्ति निति च इति सूत्रं पश्यति वा आं भगिनि तस्मात् अधः अधोभागे एव अस्ति किति इति विशिष्टकार्याणि इति प्राप्तं वा अङ्गान्ते उपादायां तस्य पूर्वम् एकः एव पङ्क्तिः अस्ति तदपि यः कोऽपि प्रत्ययः कित् नित् वा भवति तं प्रत्ययं निमित्तीकृत्य पूर्वं स्थिते अङ्गे यथा सङ्गं त्रीणि विशिष्टकार्याणि प्रवर्तनीयानि अत्र वदति कितिनिति सूत्रम् उपयोगकरणं भूत्वा अत्र त्रीणि विशिष्टकार्याणि प्रवर्तन्ति इति उक्तवान् प्रथमम् अङ्गान्ते उपादायां च इकः गुणनिषिद्धः दिवादौ पि उदाहरणं पि धातु योगशन् योगः ते पि भवती पूर्वस्मिन् पाठे अस्ति वा भगिनि अस्माकम् अग्रिमपाठः तुदादिगणः तुदादिगणः न दिवादिगण दिवादिगणः वयं तु समापितवन्तः किल गतसप्ताहे तुदादिगणः इति पाठः तद् अन्वेषयतु तत्र एव लिङ्क् अस्ति आमामाम् अग्रिमपाठः एव भवती उद्घाटयतु अहं श्रीवल्ली भगिनी भवती पठति वा आं भगिनि विशिष्टकार्याणि यः कोऽपि प्रत्ययः कित् नित् भवति तं प्रत्ययं निमित्तीकृत्य पूर्वं स्थिते अङ्गे यथासङ्गं त्रीणि विशिष्टकार्याणि प्रवर्तनीयानि यः प्रत्ययः किति इति भवति त्रीणि विशिष्टकार्याणि प्रवर्तनीयानि तृतीयं निमित्तीकृत्य पूर्वं स्थिते अङ्गे यथासङ्गं त्रीणि विशिष्टानि कार्याणि प्रवर्तनीयानि प्रथमम् अङ्गान्ते उपादायां च इकः गुणः निषिद्धः प्रथमकार्यम् अङ्गान्ते उपधायां च इकः गुणः निषिद्धः. तुदादौ तुत् योगः ष योगः ति इति तुदति इति रूपं भवति. सूत्रं निति च शकारः अपि सार्वधातुकम् अपि निद्वत् नित् इति चेत् गुणनिषिद्धः भवति. द्वितीयकार्यम् अनिदित् धातूनाम् उपधायां न लोपः. येषां हलन्तधातूनाम् इत्सञ्ज्ञकः ह्रस्वः इकारः नास्ति तेषां धातूनाम् उपधायां नकारः अस्ति चेत् तस्य लोपः भवति. तुम् योगः श योगः ति न लोपः. अनिदितां हल उपधाया इति परन्तु तुदादिगणे विशिष्टवार्तिकेन येषां पुनः नुमागमः आनीयते. शे तुम्फादीनां नुं वाच्यः. तुम् योगः श योगः ति नकारलोपः इति तुम् नकारलोपः तुफ् इति भवति. तुफ् योगः आ योगः ति नुमागमः तुम् योगः आयोगः ति तुम्फति. सो द्वितीयकार्यम् अनिति धातूनाम् उपधायां नकारः लोपः भवति. दिवादिगणे अपि पश्यामः किति ङिति प्रत्यये परे कार्याणि. द्वितीयकार्यं हलन्तधातूनाम् इत्संज्ञकः ह्रस्व येषां हलन्तधातूनाम् इत्संज्ञः ह्रस्व इकारः नास्ति धातूनाम् अनिदितां अनिदितां नाम धातूनां ह्रस्व ईकारः इत्संज्ञकः नास्ति तेषां धातूनाम् उपधायां नकारः लोपः भवति. सूत्रम् अनिदितां हल उपधायामिति परन्तु तुदादिगणे षे तुम्फादीनां नुं वाच्यः इति सूत्रेण नुम् आगमः भवति इति चेत् तुम्फति इति रूपं भवति. प्रथमं नकारलोपः भवति. चे तुम्फादीनां नुं वाच्यः इति सूत्रेण नुम् आगमः भवति. एतत्तु अन्तर्गणः अस्ति तुम्फादीनाम् इति. अष्टदातवः सन्ति. अग्रे पठामः तस्मिन् विषये. परन्तु अष्टदातवः सन्ति तुम्फादीनाम् इति. यद् वयं गतपाठे पठितवन्तः तत्र अनिदितां हल उपधायाम् इति सूत्रेण नकारलोपः तु जातः एव. पुनः तद् किमपि न आगतं. परन्तु अस्मिन् गणे विशेषकार्यम् अस्ति. यद् लोपः अनिदितां हल उपधायाम् इति सूत्रेण तद् वयं कृतवन्तः तद् शेतुम्पादीनां नुं वाच्यः इति सूत्रेण यद् अन्तर्गणः अष्टदातवः सन्ति तेषां नुम् आगमः पुनः आनीयते. तदेव भेदः द्वयोः गणयोः भेदः कः इत्युक्ते तस्मिन् दिवादिगणे यद् नकारलोपः कृतः एकवारं वयं कृतवन्तः चेत् गतः एव नकारलोपः. परन्तु अस्मिन् गणे पुनः तद् नुमागमः आनीयते. तद् बहु मुख्यबिन्दुः अस्ति. मनसि भवेत् भगिनि. कृति एकः संशयः तत्र तुम्फु इति तत्र नकारः एतत् शब्दे अस्ति वा? तुम्फ् इति धातोः मकारस्य प्रसक्तिः नकारः नास्ति एव. परं धातोः नकारः कथं मकारः जातः इति पृच्छति वा भगिनि? विजया भगिनी, भवत्याः प्रश्नः तदेव. नकारः नास्ति, मकारः किमर्थम् इति, मकारः अस्ति एव इति पृष्टवती. ओ हो हो, इति एव शब्दः अस्ति तत्र. नकारस्य कार्यम् एतत् शब्दे अस्ति वा? परन्तु तत्र तकारस्य अन्तिमवर्णः नकारः एतत् विषये वा? त्रिंफ् इति धातुः अस्ति किल, इति आम् तदेव वयं प्रायः भवती न श्रुतवती इति चिन्तयामि, गतपाठे आसीत् तत्र प्रथमं नकारः मूले आसीत् त्रिंफ् इति, अनन्तरम् अनुस्वारः जातः, अनुस्वरस्य ययि परसवर्णः इत्यनेन अनुस्वारः जातः, अनन्तरम् अनुस्वारस्य स्थाने नश्चापदान्त, क्षम्यतां, प्रथमम् अनु नश्चापदान्तस्य जलि, अनन्तरम् अनुस्वारस्य स्थाने ययि परसवर्णः इति सूत्रेण पकारः किल, पकारस्य पञ्चमवर्णः इति जातः. अतः प्रक्रिया अस्ति, गतपाठे अस्ति, भवती एकवारं शृणोतु, पठतु अपि, तदेव पुनः तदेव कार्यमेव. आम् अस्तु. आम् शिवली भगिनी तृतीयबिन्दुः. आम् सम्प्रसारणिनां निनां धातूनां सम्प्रसारणं यन् स्थाने इत् आदेशः, यन् सन्धो यथा भवति तस्य विपरीतक्रमः इति द्विति प्रत्यये परि प्रश्च योगः श योगः ति पृच्छति रहि ज्या वयि दिवि वष्टि विचति वृच्छति पृच्छति वृञ्जतीनां निति च. तृतीयकारं सम्प्रसारिणीनां धातूनां यस्य धातोः सम्प्रसारणं एका एका यन् स्थाने या वा रा ल स्थाने इ ऊ ऋ लृ इति आदेशः भवति. यन् स्थाने इतः आदेशः भवति निमित्तं किति इति प्रत्ययः सम्प्रसारणम्. उदाहरणं व्रश्च इति धातुः, व्रश्च रेफा इति ऋकारः भवति, पृच्छति इति भवति, ये धातुनः ये सूत्रं सम्प्रसारणविधायकसूत्रमस्ति ग्रहीज्या इति. तत्र गतपाठे वयं व्यद् इति धातुः दृष्टवन्तः. दिवादिगणे एकः एव सम्प्रसारणदातवः धातु अस्ति व्यद् इति. अस्मिन् पाठे द्रक्ष्यामः कति दातवः सन्ति इति, अस्मिन् पाठे द्रक्ष्यामः सम्प्रसारणदातवः इति. अतः प्रमुखकार्यत्रयम् अस्मिन् गणे अपि अस्ति, ङिति च इति गुणनिषेधः, अनिदितां हल उपदायां ङिति इति सूत्रेण नकारलोपः, परन्तु केषाञ्चन धातूनां कृते षे सुम्पादीनां नुं वाच्यः इत्यनेन यद् नुमा नुं लोपः भवति, नकारलोपः भवति, तद् नुम् आनीयते. अनन्तरं तृतीयकार्यं तु सम्प्रसारणकार्यं, ग्रहीज्या इति सूत्रेण सम्प्रसारणकार्यं भवति इति सामान्यकार्याणि. सामान्यकार्यत्रयं पूर्वस्मिन् गणे अपि आसीत्, अस्मिन् गणे अपि अस्ति. अतः केन कारणेन विद्यते इति अग्रे आगच्छति. प्राप्तं वा भगिनि, अरुणा भगिनि? आं भगिनि. आं पठतु भगिनि. ध्येयं यत् दिवादिगणे तुदादिगणे च यद्यपि उभयत्र विकरणः अपित् षण् षा प्रत्ययः, तथापि सर्वत्र तयोः कार्यं समानं नास्ति, भेदः सन्ति. यतो हि षन् य हलादिः अपित् प्रत्ययः, ष आजादि आकार आ अजादिः अपित् प्रत्ययः, हलादि अजादिभेदात् कार्ये भेदाः सन्ति. परन्तु उपरितन नियमत्रयं सार्वत्रिकां, नाम कित् नित् प्रत्ययपदे अस्ति चेत् येषां त्रयाणां कार्यं भवेति एव. येषु त्रिषु नियमेषु गुणः निषेधः न लोपः सम्प्रसारणम् इत्येषु प्रत्ययस्य हलादि अजादिभेदात् न कोऽपि प्रभावः. अत्र उच्यते दिवादिगणे तुदादिगणे विकरणप्रत्यय अपित् प्रत्यय सत्तः दिवादिगणे शन् प्रत्ययः तुदादिगणे शप्रत्यय आगच्छति सर्वत्र, परन्तु कार्यसमानं नास्ति, भेदः अस्ति, भेदः सन्ति. किमर्थम् इति प्रश्नेन शन् प्रत्यय यकार एव अवशिष्यति अनुबन्ध अनन्तरं या इति हलादि अपि प्रत्ययः शप्रत्यय विकरणप्रत्ययात् तुदादिगणे अकार एव अवशिष्यति अजादि ततः अजादि अपि प्रत्ययः ततः हलादि अजादिभेदात् कार्यभेदः सन्ति. परन्तु प्रथमम् उक्तं त्रीणि सूत्राणि कार्यसूत्राणि अत्र सार्वत्रिकं किमर्थं भगिनि? सार्वत्रिकम् इत्युक्ते तत्रापि कार्यं करोति अत्रापि कार्यं करोति सर्वत्र सार्वत्र नाम किं अतः विवरणं कित् नित् प्रत्ययपरे अस्ति चेत् येषां त्रयाणां कार्यं भवति एव कारण शंश अपि हलादिप्रत्यय अजादिप्रत्यय भवेत् अस्ति चेत् कार्यं भवति. एषु त्रिषु नियमेषु किं किं नियमाः गुणनिषेधः एकं न लोपः द्वितीयकार्यं सम्प्रसारणम् इति त्रीणि कार्याणि भवन्ति. प्रत्ययस्य हलादि अजादिभेदात् न कोऽपि प्रभावः अत्र भेदः नास्ति. समीचीनं, तत्र भेदः नास्ति. या इति यद् अवशिष्यते दिवादिभ्यः श्यन् इत्यनेन यद् या अवशिष्यते तत्तु हलादिः अस्ति. आ इति यद् अवशिष्यते अस्मिन् गणे तत्तु अजादिः अस्ति. तेन कारणेन किमपि अन्यकार्यं कार्यस्य भेदः तु भवति, परन्तु यद् उपरितन सूत्रत्रयस्य प्रभावः तु अस्मिन् गणे अपि अस्ति, सार्वत्रिकः अस्ति, अतः अस्मिन् गणे अपि अस्ति इत्येव दत्तमस्ति. अग्रिमपरिच्छेदः पठतु भगिनि. आं भगिनि, किन्तु अन्यत्र हलादि अजादिभेदेन कार्ये भेदः. यद्यपि कार्ये कित् नित् इति प्रसङ्गः अस्ति, परन्तु हलादिपरे अथवा अजादिपरे इति कुत्रचित् उक्तं. यथा प्रत्ययः हलादिः कित् नित् चेत् हलिच इत्यनेन रेफान्तानां वकारान्तानां च धातूनाम् उपदायां स्थितः इकवर्णः दीर्घो भवति. दिवादिगणे षण् हलादि अतः इदं कार्यं भवति. उदाहरणं झृ योगः या, जिर् योगः या, जीर् योगः या, जीर्यति इति रूपम्. तुदादौ ष अजादिः अतः न भवति. अन्यत्र प्रत्ययः अजादिः खित् नित् चेत् एव भवति. यथा अचिष्णुधातुर्भुवां युवोर्यार् युवाङ्गौ इति सूत्रेण किनिति कितिनिति अचिपरे इकारान्त उकारान्तधातुरूपि अङ्गस्य इकारस्य उकारस्य स्थाने क्रमशः यङ् उवङ् आदेशः भवति. उदाहरणं रियोगः आयोहति, रिस्थाने रेफ, योगः इ योगः आयोहति, त्रियति. दिवादौ षण् हलाद्यतः इदं कार्यं न सम्भवति. अन्य हलादि अजादिभेदकार्यं किम् इति उक्तवान्. यद्यपि कार्ये कित् नीति इति प्रसङ्गः अस्ति, हलादि अपि प्रत्ययपरे अथवा अजादिपरे इति कुत्रचित् उक्तं। यदा प्रत्ययः हलादि खित् नित् चेत् हलिचा इति सूत्रेण कार्यं अङ्गकार्यं भवति। अत्र रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इकः वर्णदीर्घः भवति। दिवादिगणे दिवादिगणे षण् प्रत्ययः विकरणप्रत्ययः आगच्छति। षण् प्रत्ययः हलादिः अतः उपधिकार्यं भवति। उदाहरणं झृ धातु योगः शप् यकार षण् यकार अवशिष्यते। झृ तानि इक् इक्वर्ण झृ धातु गुण भवति। क्षम्यतां हलिचासूत्रेण रेफ आगच्छति। तस्मात् पूर्वम् एकं सूत्रमस्ति, स्मरति वा? हलिच भगिनि, हलिच इत्यनेन दीर्घत्वं भवति। केन सूत्रेण झृ इति झिर् भवति? अन्ये न न न न ऋत इत् वदतु महोदय। ऋत् धातोः तेन सूत्रेण ऋकारस्य ऋकार आदेशः भवति, अपि च उरन् रपरः आगति तत्र रपरः भवति, यः अन् आदेशः भवति तस्य रपरः भवति, तत्कारणात् झिर् भवति। तदनन्तरं हलि च सूत्रेण इकारस्य दीर्घत्वं भवति झिर्। पुनः वदतु भगिनि। तत्र प्रथमं यदा महोदय उक्तवान् झृ योगः श्यन् इति अस्ति किल, तत्र ऋत इद् धातोः इति सूत्रेण झृ स्थाने ऋ इति यद् भागः अस्ति तस्य स्थाने इकार आदेशः जि योगः श्यन्। इदानीं यद् ऋत इद् धातोः इत्यनेन यद् इकार आदेशः भवति तद् सर्वदा रपरः भवति। अतः रपरः इत्युक्ते रेपः परः, अतः झिर् इति भवति, झिर् योगः श्यन्। अनन्तरं हलीच इत्यनेन झीर् इति भवति। अतः एकः प्रक्रिया क्षम्यताम् एका प्रक्रिया तत्र त्यक्तमस्ति, तद् योजयतु। तत्र झृ योगः य तत्र ऋत इद् धातोः अनन्तरम् एव हलीच इति सूत्रस्य प्रसक्तिः। तत्र वयं ऋत इद् धातोः गतसप्ताहे एव प्रायः दृष्टवन्तः। तत्र अहम् उक्तवती तत्र ऋत इद् धातोः इत्यत्र ऋत् इत् इति यद् अस्ति तत्र तपरकरणम् इति उक्तवती, तद् दोषाय क्षम्यताम्। उभयत्र तकारः उच्चारणार्थः एव ऋत इत् इति यत् अस्ति सूत्रे, द्वयोः अपि तकारः द्वयोः स्थलयोः यत् तकारः अस्ति तत् तपरकरणं न परन्तु उच्चारणार्थम् एव। तत्र ऋत इत्यत्र दीर्घस्वरेण सर्वर्णग्रहणं न भवति, अतः तस्य निषेधार्थं तपरकरणस्य प्रयोजनं नास्ति इति दत्तमस्ति अष्टाध्यायी डाट् काम् मध्ये। अतः तद् स्पष्टीकरणार्थं वदामि, तद् यद् ऋत इत् इति यत् अस्ति तत्र यद्यपि ऋत इति दीर्घ ऋकारान्तः एव तत्तु समीचीनं, परन्तु तत् तकारः उच्चारणार्थम् एव न तु तपरकरणं नास्ति इति प्रायः गतसप्ताहे एव वयं परिशीलितवन्तः इति चिन्तयामि। धन्यवादः भगिनि। अधुना तुदादौ श अजादिः अतः हलिच ऋत इति न भवति। अत्र अन्यत्र प्रत्यये अजादि खित् निति चेत् एव भवति। यथा अचिष्णुधातु ब्रुवां युवो रियङ्गौ इति सूत्रं वर्तते, इति सूत्रेण इतिनिति प्रत्यय अचिपरे इकारन्त उकारन्त धातुरूपि अङ्गस्य इकारस्य उकारस्य स्थाने क्रमशः इयङ् उवङ् आदेशः भवति. उदाहरणं रि धातु योगः आ योगः ति रि रेफ इस् इकारस्थाने इयङ् इङ् यङ् हलन्तम् इति सूत्रेण लोपः भवति. इय इय एव अवशिष्यते. रेफ् रकार योग इय योग आ योगति त्रियति इति रूपं भवति. ततः दिवादौ षन् हलादिः अतः इदं कार्यं न सम्भवति. धातु द्वौ गणे अपि आगच्छति भगिनि. अस्मिन् गणे कार्यम् एतादृशं भवति. तस्मिन् गणे यद् वयं धृ इति स्वीकृतवन्तः तत्र हलीच इति सूत्रस्य कार्यं तु हल् परे किल, यकारः हल् हलन्त हलादिप्रत्ययः यकारः, अत्र कार्यं हलीच. अस्मिन् गणे अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इति कार्यं तु भिन्नमेव अस्ति. सामान्य कार्यस्य सामान्यतया कुत्रापि नास्ति. हलीच इत्यनेन भिन्नकार्यम्, अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इत्यनेन भिन्नकार्यं. निमित्तमेव अत्र मुख्यं. हलीच इति सूत्रं हल् परे हलादि प्रत्यये परे तस्य कार्यं भवति. अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रस्य प्रसक्तिः अचि इत्युक्ते अजादि प्रत्यये परे एव कार्यं भवति. तत्र भेदता इत्युक्ते दिवादिगणे हलीपरे कार्याणि, यत्र यत्र सूत्रे निमित्तं हलीपरे अस्ति चेत् तत्र कार्याणि कथं भवति. अस्मिन् गणे अचिपरे अजादिपित् अपित् किल अस्मिन् गणः, अतः तत्र कार्याणि भिन्नकार्याणि कथं भवति इत्येव दत्तमस्ति. भगिनि अत्र रि इति अस्ति, तत्र इ आदेश अत्र अनेकाल इति अनेन वा इ इति स्थाने आम् अनेकाल एव किल महोदय. अनेकाल्षित् सर्वस्य इयङ् इति आदेशः भवति ईकारस्य स्थाने. अनेकाल एव अनेकाल्षित् सर्वस्य आम् अलोन्त्यस्य क्षम्यताम् इयङ् इति आदेश निच् च इति सूत्रेण भवति किल. तस्मिन् समये एव वयम् एतत् सूत्रं परिशीलितवन्तः किल पूर्वम्, अचिष्णु धातु ब्रुवां योरियम् अनेकाश्चित् सर्वस्य इत्यस्य अपवादः निच्च. निच्च इति सूत्रेण एव तत्र आम् निच्च एव इयङ् इति अस्ति किल. निच्च एव यद्यपि अनेकाल् अस्ति परन्तु ङित् अस्ति, अतः ङिच्च ङिच्च इत्यनेन अन्ते भवति. आम् सम्यक् प्रश्नः समीचीनम्. अस्तु अग्रे पठामः. भवान् एव महोदय. अन्यानि कित् नित् निमित्तकानि कार्याणि यथासङ्गं वक्ष्यन्ति. अन्यानि कित् अन्यानि कार्याणि कित् नित् परे किं कानि भवन्ति इति अग्रे द्रक्ष्यामः इति. अधुना तुदादिगणे तुदादिगणे तुदादिगणे एव तुदादिगणे नास्तु. अधुना तुदादिगणे सार्वत्रिकलकारणं रूपाणि कथं भवन्ति इति वीक्षताम्. तुदादिगणः प्रथमधातुगणसमूहे नाम अस्मिन् गणे अङ्गं सर्वत्र अदन्तं. शाप्रत्ययस्य शकारस्य इत्संज्ञा लशकतद्धिते इति सूत्रेण तस्य लोपः इत्यनेन तस्य लोपः अ इति अवशिष्यते. सुदादिगणीयः धातुः यः कोऽपि भवतु नाम अङ्गस्य अन्ते अ इति विकरणसम्बद्धः अकारः भवति एव. यथा लिक् योग अ लिख, इति अस्ति. अत्र सुदादिगणसर्वदा खलु लकाररूपाणां कथं भवति इति वयं इदानीं द्रक्ष्यामः. सुदादिगणः प्रथमद सुदादिगण इति आदन्त अङ्गं तत्र किमर्थमिति चेत् तत्र अकार एव भवति. विकरणप्रत्यय श इति शकारस्य लोपः भवति. प्रथमम् इत्संज्ञा भूत्वा लोपः भव सोरि प्रथमम् इत्संज्ञा अनन्तरं लोपः. इदानीं लक् लिखधातु लिख् धातु अस्ति. अङ्गस्य लिख् इति अस्ति. विकरणप्रत्यय योजयामः चेत् लिख इति भवति. अग्रे पूर्वमेव अस्माभिः सार्वधातुकरकारेषु लट् लोट् लङ् विधिलिङ् इत्येषु तिङ्प्रत्ययः साधिताः. पूर्वतने पाठे अदन्त अदन्ताङ्ग तिङ्प्रत्ययोः संयोजनं कथं भवति परस्मैपदे आत्मनेपदे इति अवलोकितम्. अधुना सुदादिगणे यावन्तः धातवः सन्ति तेषां सर्वेषां धातूनां कृते अङ्गनिर्माणं विधिः अस्माभिः अङ्गनिर्माणविधिः अस्माभिः ज्ञायेत. अङ्गस्य सामान्यं सामान्यचिन्तनं किं विशेषचिन्तनं किम् इति ज्ञेयम्. एकवारम् अङ्गनिर्मितं ततः अग्रे चतुर्णां लकाराणां कृते अवशिष्टं सर्वं सिद्धतिङ्प्रत्ययाः के अपि च अङ्गतिङ्प्रत्ययः संयोजनविधिः अस्माभिः ज्ञायते एव. अतः आहत्य अधुना केवलम् अदन्तम् अङ्गम् अपेक्षते. हस्ते अङ्गम् अस्ति चेत् लटि लोटि लङ्गि विधिलिङ्गि च तिङन्तबुद्धिः प्राप्ता. अत्र अस्ति सार्वधातुकलकारेषु वयं जानीमः इदानीं तिङ्प्रत्ययः जानीमः कथं सार्वधातुकलकारेषु भवति इति. पूर्वतने पाठे अदन्ताङ्गतिङ्प्रत्ययोः संयोजनं कथं भवति तत् इति वयं दृष्टवन्तः. अधुना सुदादिगणे यावन्त सर्वाणि सर्वेषां धातूनां कृते अङ्गनिर्माणविधिः इदानीं जानीमः. अङ्गस्य अङ्गस्य के कानि कार्याणि सन्ति विशेषकार्याणि सामान्यकार्याणि विशेषकार्याणि इति अङ्ग यदा वयम् अङ्गस्य निर्माणं कुर्मः तदा तत्र संयोजनविधिः तिङ्प्रत्यय अपि च संयोजनविधिः विधीन् उपयुज्य अस्माभिः सुदादिगणस्य सिद्धतिङ्प्रत्ययः सारि सुदादिगणस्य रूपाणि ज्ञातुं शक्नुमः सार्वत्कलकारेषु इत्युक्ते लट् लोट् लङ् विधिलिङ् इति एतेषाम् अङ्गनिर्माणमेव अस्माकं कार्यम् अस्ति. सिद्धतिङ्प्रत्ययः तु वयं साधितवन्तः अङ्गनिर्माणं कृत्वा अङ्ग तिङ्ग प्रत्ययोः मेलनं तत्रापि कार्यमस्ति खलु भगिनि यत्र आं तत्र अपि अस्ति एव कार्यमस्ति. तदेव वयं द्रक्ष्यामः तावदेव. आं पठतु महोदय अग्रे. तर्हि अस्माकं कुञ्चिका अस्ति अङ्गम्. अङ्गं ज्ञायते चेत् लटि लोटि लङ्गि विधिलिङ्गि च सर्वाणि रूपाणि ज्ञायन्ते. इदानीम् अङ्गं यदा अङ्गं साधयामः तर्हि रूपाणि वयं ज्ञातुं शक्नुमः. किमर्थमिति चेत् वय अस्माकं समीपे अस्ति सिद्धतिङ्प्रत्ययाः सन्ति. प्रत्ययः इदानीं वयं जानीमः कथं करणीयं सिद्धतिङ्प्रत्ययानां सिद्धिः कथं करणीयम्. इदानीं तुदादिगणीयधातोः अङ्गं कथं निर्मामः इति तस्य विषये अस्ति. एकवारम् अग्रे पठामि वा. एकवारं तुदादिगणे चतुर्णां लकाराणां तिङ्गरूपाणि तिङन्तरूपाणि कथं सन्ति इति पश्याम. तदा एवम् अग्रे कस्याचिदपि धातोः अदन्ताङ्गस्य ज्ञानेन सर्वाणि तिङन्तरूपाणि ज्ञास्यन्ति. अत्र दृष्टान्ते परस्मैपदे चल् धातु अङ्गमस्ति. चल् योग श इति चल. लटि सिद्धप्रत्ययः. तीतः दन्ति सीतः त मी वहमः. अतः लट्लकाररूपं भवति. इदानीम् अङ्ग अस्ति चल् इति चल् योग श इति चलति चल चल इति अङ्गमस्ति अस्माकं पार्श्वे अतः तिङ् यदा सिद्धतिङ्प्रत्ययं योजयामः रूपाणि एवं भवन्ति चलति चलतः चलन्ति चलति चलतः चलतः चलामि चलाव चलामः अत्र दीर्घः भवति चल् इति अस्ति चल् योग मी चलामि इति भवति अत्र उत्तमपुरुषे दीर्घः भवति हा आम् आं भगिनि तत्र दीर्घत्वं भवति यै उत्तमपुरुष अतो दीर्घो यै यै मकार वकार मकार यै प्रत्यारसवर्णः अस्ति अतो अतो दीर्घो यै सार्वत्रिके प्रत्यये परे इति अस्ति अत्र यञि प्रत्यारस्तवर्णाः प्रत्यारस्तवर्णाः अत्र चिङ्तिग तिङ्प्रत्यये परे मकारवकार मकार एव अतः तत्र उत्तमपुरुषस्य प्रसक्तिः एव यद्यपि सर्वत्र भवति तत्र तत्र उत्तमपुरुष एव अस्ति अतः चलामि चलावः चलामः अग्रे महोदय अग्रे लोटि सिद्धतिङ्प्रत्ययः तु ता तु अथवा तात् ताम् अन्तु तात् तं ता आनि आव आम इति इदानीं चलतु चलतात् चलतां चलन्तु चल अथवा चलतात् चलतं चलत केवलं तत्र योजन प्रत्यययोजन सिङ्ग् सिङ्ग् प्रत्ययः प्रत्ययोः योजनं केवलम् अन्धापि योजनमेव इदानीम् आनि अस्ति तत्र तत्र चल चलयोग आनि चलानि चलाव चलाम इति अस्ति तत्र तत्रापि दीर्घः भव दीर्घः नास्ति इदानीं तत्र प्रसक्तिः नास्ति तत्र नास्ति तत्र किमपि यै प्रत्यारसवर्णः नास्ति यद्यपि भवति चेदपि तत्र सवर्णदीर्घसन्धिः भवति सवर्णदीर्घसन्धिः भवति वा सूत्रम् अस्ति अतो गुणे अस्तु नास्ति इदानीं लोट् लकारे अस्ति अत्र लोट् आडुत्तमस्य पिच्च आडुत्तमस्य पिच्च इति सूत्रेण अकार तद् तु पित्वम् आरोपितं तत्तु प्रत्ययविषये परन्तु पट यदा पटयोगः आनि वा चलयोगः आनि इति स्वीकुर्मः तत्र अकः सवर्णदीर्घः एव सवर्णदीर्घसन्धि एव चलानि चलाव चलामः परन्तु यदा चलयोगः अन्तु इति स्वीकुर्मः तत्र अतो गुणे हा चल अस्तु अस्तु आमां चलन्तु इति चलान्तु इति भवेत् परन्तु अतो गुणे इति सूत्रेण पररूप खलु पररूप अस्ति चलन्तु अतो गुणे पररूपादेशः आम् पररूपादेश अग्रे लङि सिद्धतिङ्प्रत्ययः ता तां तन् स तं ता अं वा मा इदानीं सिदतिङ् अङ्गम् अङ्गमस्ति चल् चल चलत् अचलत् इति भवति अडागम अडागम अस्ति अचलत् अचलताम् अचलन् अचलः अचलतम् अचलत अचलम् अचलाव इति तत्र भवति अचलाम तत्र यै सम्यक् अतो दीर्घो यै सार्वत्रिक तस्य सूत्रस्य प्रसक्ति अतः अचलाव अचलाम इति अभवत् भगिनि कुत्र अस्ति कुत्र पत्रं पठति सूत्रं वा अतो दीर्घो यै इति सूत्रं वा न भगिनि द्वितीयपुट द्वितीयपुट अस्ति द्वितीय तत्र सुधादिगणे अभ्यास न भवती यत्र पठितवती तस्मिन्नेव भागे अस्ति भगिनी इतोपि अग्रे गच्छतु तत्र चल् धातोः रूपाणि अस्ति अहं न पश्यामि तत् एव द्वितीयपुटे अस्ति द्वितीयपुटे अस्ति किं द्वितीयपुटे भवती सङ्गणके एव पश्यति किल सङ्गणके पीडिएफ् अस्ति सङ्गणके अत्र एव अस्ति भगिनि यदा भवती पठितवती इतोपि अग्रे गच्छतु तत्र रूपाणि सन्ति तत्र टेबल् मध्ये स्थापितमस्ति सूत्रं तु महोदयः स्वयं वदति किमर्थं नास्ति रिफ्रेश् एकवारं रिफ्रेश् किमपि करोतु परन्तु किमपि नूतनतया न योजितं परन्तु लोड् पुनः लोड् करोतु भगिनि प्रायः आगच्छति प्रयत्नं करोमि आम् आं वदतु महोदय अन्तिमं विधिलिङ्ग अस्ति अचलम् इदम् अभवत् लङ्लकारस्य इदानीं विधिलिङ्गकारे सिद्धतिङ् प्रत्ययाः सन्ति इत् इताम् इयुः इह इतम् इत इयम् इव इमा इदानीम् अङ्गमस्ति अदन्तमङ्ग चल इति चलेत् इति गुणः भवति चल योग इत चलेत् चलेतां सर्वत्र गुणः भवति चलेत् चलेयुः इति चलेः चलेतं सूत्रं स्मरति हा आद्गुणः इति सम्यक् आद्गुणः इति सूत्रमस्ति अकार अचि अकार अचि गुणः भवति इति इक एव इक् वर्णस्य एव गुणः भवति चले चले अस्तु चलेत् चले चलेयं चलेव चलेम तत्र सर्वत्र गुणः एव इकार अदन्त अदन्ताङ्ग अस्ति अतः सर्वत्र गुणः भवति धन्यवादः महोदय राजेन्द्रमहोदय अग्रिमधातुः पठति रादिगणे आत्मनेपदै मृङ् धातोः प्राणत्यागे अङ्गम् अस्ति मृ योगश्च योग मृ अत्र ऋङ् आदेशः भवति रि आदेशः भवति अत्र सूत्रं सम्पूर्णतया न स्मरामि एवं भगिनि अस्ति वा तदेव अस्माकं अचिष्णु धातु ब्रुवामेव महोदय अन्यत् किमपि नास्ति आम् अचिष्णु धातु ब्रुवामेव मृस्थाने इयङ् आं सम्यक् एव किल म्रिया एव भवति इय इति आदेश अकार इय इति भवति इर मम चिन्तनमासीत् तत्र लिङ्क्षु तत् किमपि अन्यत् सूत्रं वा म्रिय इति कारणेन वा ओ एवं विशेषसूत्रम् अस्ति वा आम् आम् आम् तत्र अहं चिन्तयामि तत् प्रायः महोदय चिष्णु धातु भवाम् इत्यस्य प्रसक्तिः नास्ति वा अत्र पश्यामि मृङ् प्राणत्यागिङ्क्षयङ्लिङ्क्षु सम्यक् आं समीचीनं महोदय ऋङ्क्षयङ्लिङ्क्षु इति सूत्रं ऋङ् आदेशः मृ धातोः पूर्णतया स्थाने रि इति आदेशः परन्तु तादृशम् आगच्छति चेत् अस्तु न सम्यक् समीचीनमेव महोदय ऋङ्क्षयङ् लिङ्क्षु इति सूत्रेण एव ऋकारन्तस्य अङ्गस्य ऋङ् इति आदेशः भवति इदानीं मृ इति अस्माकं धातुः अतः तस्य पूर्णतया स्थाने रि इति आदेशः णिच्च इत्यनेन आदेशः णिच् चेत् तर्हि अनेकाल् चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः इति कृत्वा मकारः योगः रि ऋकारस्य स्थाने ऋङ्क्षयङ्लिङ्क्षु इति सूत्रेण रि योगः अ मृ योगः अ इको यणचि इत्यनेन यन् सन्देहे प्राप्ते अनन्तरं श प्रत्ययः अजादि अपित् तद् यण्सन्धि प्रबाद्य अचिष्णु धातुभ्रुवाम् इदानीम् आगच्छति अन्ते इयङादेशः इति कृत्वा म्रियते. सम्यक् महोदय, धन्यवादः. अहं न दृष्टवती तत्. प्रथमं ऋङ्शयङ्लिङ्षु अनन्तरमेव अचिष्णु धातुभ्रुवम्. एतत् अध्याये एव अन्य सूत्र सन्ति रीच, एतदपि कार्यं निच्च. आम्, निच्च इति सूत्रं वदति कुत्र आदेशः भवतु इति. रीच इति सूत्रसङ्ख्या वदतु. एतत् अध्याये चतुर्थपादे एव, सप्तमाध्याये चतुर्थपादे एव. तस्य कार्यं किम् अस्ति? तत्र रिङ् ष्यङ् लिङ्क्षु इति आगच्छति खलु, तत्र अध्यायं सप्तमाध्याये चतुर्थपादे. तद् रीच इति, क्षम्यतां, रीच इति सूत्रं लुट् लकारे एव तस्य कार्यं भवति भगिनि. तात् प्रत्ययस्य अन्तिमवर्णः लुट् लुट् इति. अस्तु अस्तु, अत्र नास्ति. ओ अस्तु, तात् प्रत्ययस्य अन्तिमवर्णस्य रेपे परे लोपः भवति इति. अन्यकार्यम् आं वदतु महोदय. रिङ् श्यङ् लिङ् रिङ् शय रिङ् शय षङ् लिङ् षु इति अस्ति. इदानीम् अचिष्णु दातव्यम् अहं किञ्चित् कथम् आम् न सम्यक्. तद् अनन्तरम् आगच्छति, अनन्तरम् आगच्छति कथम् इति. इदानीं वयं दृष्टवन्तः अचिष्णु दातव्यं युवोः रियङ् वङ् इति अचि इति धातोः अचि स्नु धातु अस्ति इदानीं म्रि. ओके, म्रि इति अस्ति अचि स्नु धातु. किमर्थं तद् पूर्वं न भवति भगिनि तत्र? किमर्थं रिङ् शयङ् लिङ्षु इति पूर्वं भवति अनन्तरम् अचिष्णु इति वा? ऋकारान्त अङ्गम् अस्ति किल प्रथमं मृ इति. अचिष्णु धातुभ्रुवाम् इयङ् वङ्गौ इयङ् वङ्ग् इकारान्त उकारान्त अङ्गस्य एव कार्यम्. प्रथमं ऋकारः, तदनन्तरम् यथा इकारान्त अङ्गं भवति अनन्तरम् अचिष्णु धातुभ्रुवाम् इति. इकारस्य एव इयङ् वङ् भवति, न तु ऋकारस्य. अतः लिङ्गादेश प्रथमं लिङ्गादेशः अनन्तरम् इ भवति, रि इति अस्ति खलु, अतः इ स्थाने इ भवति. अस्तु अस्तु, इकोयणचि सूत्रं प्रबाद्य अचिष्णु धातुभ्रुवाम् आगच्छति तत्र कार्यं कर्तुं. हा हा हा, आमाम्, आम् समीचीनम्, उत्तमम्. अस्तु आं महोदय, राजेन्द्रमहोदय. आं भगिनि, लटि सिद् प्रत्ययाः सन्ति ते इते अन्ते से इथे द्वे द्वे ते वहे महे. अत्र अस्माकम् अङ्गमस्ति म्रिय, तत्र लट् लकारे तिङ्गन्धरूपाणि भवन्ति. म्रियते, म्रियेते, म्रियन्ते, म्रियसे, म्रियेथे, म्रियध्वे, म्रिये, म्रियावहे, म्रियावहे, म्रिया, म्रियामहे, महे. अत्रापि इते यत्र अस्ति, इते इथे यत्र सः, तत्र यावः, तत् गुणकार्यम् अधेन गुणकार्यं भवति, गुणकार्यं भवति. एकार एकार अकारस्य अकार इकारस्य योजयित्वा तत्र यकारः आगच्छति, एकारः आगच्छति. म्रियते म्रियोगः इते इति अस्य आत्गुणः इत्यनेन म्रियेते इति भवति. व्रिये योगः अन्ते इत्यस्य अथो गुणे इत्यनेन म्रियन्ते पूर्वरूपादेशः पररूपादेश क्षम्यतां पररूपादेशः म्रियन्ते आम् आं भगिनि लोटि सिद्धप्रत्ययाः सन्ति ताम् इताम् अन्तां स्व इथां ध्वम् ए आवहै आमहै तत् तिङन्तरूपाणि सन्ति म्रियतां म्रियेतां म्रियन्तां म्रियस्व म्रियथां म्रिय म्रियध्वं म्रियैः म्रियावहै म्रिया महै महै लोटि लोटिरूपाणि सन्ति लङि सिद्धतिङ् प्रत्ययाः सन्ति त इताम् अन्त थाः इथां ध्वम् इ वहि महिन् महि इ वहि महि अत्र लङ् प्रत्यय अत्र सिद्धप्रत्यय योजयित्वा अत्र अत्रापि आडागमः भवति पूर्वम् अम्रिय अम्रिय अम्रियत् अम्रियेताम् अम्रियन्त अम्रियन्थाः अम्रियेत्थाम् अम्रियध्वम् अम्रिये अम्रियावहि अम्रियामहि विधिलिङ्गसिद्धप्रत्ययाः सन्ति इत् यताम् इरन् ईत् क्षमताम् ईत् याताम् इरन् इथाः याथाम् ईध्वम् ईय ईवहि ईमहि अत्र अपि तत्र म्रिया अस्ति अङ्गं तत् म्रियेत् तदेव गुणः भूत्वा तत् सर्वत्र म्रिय याताम् म्रियेरन् म्रियेथाः म्रियेयाथां म्रियेध्वं म्रियेय म्रियेवहि म्रियेमहि अग्रे केवलम् अङ्गितलट्लकारस्य प्रथमपुरुषे एकवचनान्तरूपं दीयते तथा चतुर्णां लकाराणां सर्वाणि रूपाणि ज्ञायन्ते अतः सर्वत्र वयम् इदानीम् अङ्गं यत् साधयामः सिद्धतिङ् प्रत्ययः यद् अस्माकं पार्श्वे पूर्वमेव अस्ति वयं तस्य योजनमेव कुर्मः यत्र यत्र आवश्यकं विशिष्टसूत्रस्य उपयोगमपि कुर्मः अस्तु महोदय अग्रिमपरिच्छेदः अपि धातवः चतुर्दशविधाः इति अस्माभिः पूर्वम् एव ज्ञातम् अजन्तदातवः अन्तिक्रमेण आयोजिताः हलन्तदातवः उपधाक्रमेण विभक्ताः अजन्तदातवः सन्ति अकारान्तदातवः आकारान्तदातवः इकारान्तदातवः इकारान्तः उकारान्तः ऊकारान्तः ऋकारान्तः ऋकारान्तः यजन्ताः च हलन्तदातवः अद् उपधा इ उपधा उ उपधा ऋ उपधा ऋदुब्धा शेषधातवः च इति तर्हि अनेन आयोजनेन अग्रे सामान्यधातवः येषां तदादौ किमपि अङ्गकार्यं नास्ति तानि सूच्यन्ते तदा विशेषधातूनां कार्याणि सूच्यन्ते इदानीं चतुर्दशविधा धातवः सन्ति अजन्तदातवः यत्र अकारान्तः आकारान्तः इकारान्तः ईकारान्तः उकारान्तः ऊकारान्तः ऋकारान्तः ऋकारान्तः एजन्तः दातवः सन्ति अपि च हलन्तदातवः उपधाक्रमेण विभक्ताः हलन् यथा अदुपधाः इदुपधाः उदुपधाः ऋदुपधाः अपि च शेषधातवः तर्हि अनेन आयोजनेन अग्रे सामान्यदातवः किमपि तत् कार्यं नास्ति तत् कारणात् तत् प्रथमं कृत्वा तत् अनन्तरं विशेषधातूनां कार्याणि सन्ति कुर्मः अत्रापि यदा वयं पूर्वस्मिन् पाठे दृष्टवन्तः तत्रापि सामान्यदातवः विशेषदातवः इति भागद्वयं सामान्यदातवः धातुषु तत्र क्रमः अकारान्तः आकारान्तः इति चतुर्दशक्रमः अस्ति सर्वेषु गणेषु दशगणेषु एतादृशव्यवस्था मातृभिः क्रियते अन्येषु ग्रन्थेषु यदा वयं सिद्धान्तकौमुदी वा लघुसिद्धान्तकौमुदी स्वीकुर्मः तत्र एतादृशव्यवस्था नास्ति अस्मिन् पुष्पादीक्षितमहोदयस्य एव क्रमः एतादृशव्यवस्था तया एव मातृभिः एव एतादृशव्यवस्था संयोजिता किमर्थम् इत्युक्ते सूत्राणां विधानं तादृशम् अस्ति. अनन्तरं सौकर्यार्थं वयं यदा वयं रामशब्दः सुबन्तप्रक्रिया इति न सुबन्तशब्दः रामशब्दः वा लताशब्दः पठितवन्तः, तत्र रामशब्दः एकवारं पठितवन्तः चेत् तत्र आकारान्तपुल्लिङ्गरामशब्दः देवशब्दः सर्वेषु एक एव क्रमः अस्ति किल, तादृशमेव अत्र धातवः विषये एव मातृभिः एतादृशव्यवस्था स्थापिता. अतः यत्किमपि गणं स्वीकरोतु, प्रथमं सामान्यदातवः, अनन्तरं विशेषदातवः, सामान्यधातुषु चतुर्दश विभजनम् इति एव भवति. तत्र कार्यं भवति वा न भवति वा, अत्र यदा पश्यामः तुदादौ किमपि अङ्गकार्यं नास्ति, अतः इति कृत्वा एकः एव भागः इति न स्वीकृतम्. तत्रापि पुनः आकारान्त आकारान्त ईकारान्त इति विभजनं कृतम् एव. यद्यपि कार्यं नास्ति तदापि तत्र क्रमः तु अस्ति एव. किमर्थम् इत्युक्ते अन्येषु गणेषु कार्यं तु अस्ति इति कारणात् सर्वत्र सार्वत्रिकनियमः इति उक्तवन्तः किल, सार्वत्रिकनियमः सर्वत्र एतादृशक्रमः एव. अस्तु, इदानीं सामान्यदातवः प्रथमं पठामः. विजया भगिनी. आं भगिनि, तत्र सुगादिगणः. आम् आं वदतु भगिनि. कृपया करपत्रं प्रेषयतु ईमेल् द्वारा भगिनि, अहं न पश्यामि. ओ एवं वा, अस्तु. चाट् बाक्स् भवती अत्र एव अस्ति किल, सङ्गणके एव आगतवती, चाट् बाक्स् मध्ये स्थापयामि वा? आं भगिनि. आं विजया भगिनी भवती पठतु, अहं तत् कर्पत्र अधः अस्ति, तत् लिङ्क् करपत्रस्य कृते. मम समीपे दिवादिगण करपत्रम् अस्ति, न तुदादिगण करपत्रम्. नास्ति चिन्ता भगिनी, अहं प्रेषयामि. क्षम्यतां भगिनि. नास्ति चिन्ता भगिनि. आम् विजया भगिनी भवती पठतु. तत्र तुदादिगणः सप्त पञ्चाशदधिक एकशतम् इति तत्र दातवः सन्ति. तुदाद्येह शः इति तृतीय अध्याये एकपाद सप्ततिः इति सूत्रेण एतत् तुदादिभ्यः शः इति सूत्रेण एतत् सर्वम् आगच्छति. शा प्रत्यय इति अधिकारः अधिकारे अस्ति. अनन्तरम् एतत् सामान्यदातवः, तत्र चतुर्दशाधिकदातवः सन्ति. येषां धातूनां कृते अङ्गनिर्माणसमये किमपि कार्यं नास्ति. सामान्यदातवः अतः किमपि कार्यं नास्ति तत्र, केवलं वर्णमेलनमेव. सुदादिगणे अजन्तधातूनां सर्वेषां विशिष्टम् अङ्गकार्यं भवति, अतः येषु धातुषु न कोऽपि सामान्यः. हलन्तधातुषु लघु इकुबद धातुः चेत् पुगन्तलघुपदस्य च इत्यनेन गुणः, तदा सार्वधातुकम् अपित् निति च इत्याभ्यां गुणे निषेधः. तदा शेषधातूनां किमपि कार्यं तु न भवति एव. तत्र एतत् सामान्यधातवः तुदादिगणे तत्र किमपि विशिष्टकार्यं नास्ति, वर्णमेलनमेव. अनन्तरं तुदादिगणे अजन्तधातूनां सर्वेषां विशिष्ट अङ्गकार्यं भवति, येषु धातुषु न कोऽपि सामान्यः. यत्र विशिष्टकार्यमस्ति तत्र तत्र कोऽपि न सामान्यधातुः. हलन्तधातुषु लघु उपपदधातुः तत्र चेत् तत्र पुगन्तलघुपदस्य सप्तमाध्याये तृतीयपादे षड् अशीतिः इति सूत्रं तत्र कार्यं करोति. तत्र गुणः इत्यनेन गुणः तत्र आगच्छति तदा सार्वधातुकम् अपि इति सूत्रम् अपि कार्यं करोति, निति च अपि च कार्यं करोति, परन्तु तत्र एतत् द्विसूत्रेण तत्र गुणनिषेधः एव भवति, शेषधातूनां किमपि कार्यं न भवति. अदु उपधातवः पठामि वा भगिनि? एकनिमिषं भगिनि. तत् प्राप्तं वा अरुणा भगिनि? अहं चाट् मध्ये अपि स्थापितवती, मी ईमेल् अपि प्रेषितवती. मेल् मध्ये पश्यतु, भवत्याः मेल् अड्रेस् यद् मम पार्श्वे आसीत् तस्यापि अहम् एक लिङ्क् प्रेषितवती, तद् लिङ्क् प्रायः उद्घाटितुं शक्नोति. मेल् न आगच्छति भगिनि. याहू मेल् मम पार्श्वे अस्ति भवत्याः, तदेव अहं प्रेषितवती. चाट् मध्ये पश्यामि, तत्र चाट् मध्ये यदस्ति तत्र लिङ्क् लिङ्क् सिम्बल् नास्ति. लिङ्क् यद् मेल् अड्रेस् भवति अत्र लिखितवती तस्मिन्नेव अहं प्रेषितवती भगिनि याहू मध्ये. इदा तद् पश्यतु. भवत्याः इण्टर्नेट् सम्यक् अस्ति वा इति प्रथमं पश्यतु भगिनि, तदेव इदानीं सर्वत्र. I can read what you're saying. I'm only listening. I don't even know where you are. Bhagini, Purvatana Pataha asti che tatra left side madhye lagu pata binduhu asit palu tatra sudadigana anantaram divadigana anantaram sudadigana sudadigana asti etat madhye skip kartum shaknoti che etat sarvam agacchati. मेनु अस्ति किल, तदपि कर्तुं शक्यते भगिनि. ट्राइड बट इट्स नॉट ओपनिंग, आई एम गेटिंग फ्रस्ट्रेटेड, बट दैट्स ओके, गो अहेड. नास्ति चिन्ता, भवत्याः इंटरनेट मध्ये प्रायः किमपि क्लेशः नास्ति, चिन्ता. अस्तु, किं पठितवती भगिनि? सामान्य दातवः इति पठितवती. तत्र किमपि अङ्गकार्यं नास्ति. किमर्थम् इत्युक्ते तत्र तुदादिभ्यः शः इति श इति प्रत्ययः ङित्वदस्ति, अतः गुणनिषेधः भवति. यदा अत्र चल् इति धातुः, तत् पठितवती किल भगिनि, अधुपदधातुः चत्वारः धातवः. एतत् अपि पठनीयं वा भगिनि? तत्र पठतु पठतु. अद् उपज अद् उपज दातवः चत्वारः दातवः एव तत्र चल विलसने गच्छति गतिमान् भवति. चल् योगः शकारः योगः इत्युक्ते तत्र चल् एव लसत्व कथिते इति सूत्रेण शकारस्य लोपः भवति, तत्र अकारः एव तिष्ठति. चल इति अङ्गं, चल योगः ति इत्युक्ते तत्र चलति एव रूपं भवति. अनन्तरं त्वच त्वच संवरणे आच्छादनं करोति तत्र अर्थः इत्युक्ते तत्र त्वच् योगः शकारः इत्युक्ते त्वच इति अङ्गं, त्वच योगः ति त्वचति इति लट् रूपं भवति. ओलजि वीडायां लज्जितः, ह्रि लज्जा इति अर्थः भवति तत्र. लज् योगः शकारः इत्युक्ते लज इति भवति, लज इति अङ्गकार्य अङ्गं निष्पन्नं, लजयोगः अपि लजति इति लट् अकारः. कङ् मदे अहङ्कारयुक्तः भवति तत्र. कङ् योगः शकारः कङ् इति भवति अङ्गरूपं, कङ् योगः ति तत्र कङ्गति इति लट् रूपं निष्पन्नं तत्र. खडति इति खड एव तत्र न्यकारः नास्ति वा? खडति अहङ्कारयुक्तः भवति इत्युक्ते खडति इति अस्तु नूतनशब्दः कडु कडु अस्ति खलु हिन्द्यां कडु तदेव वा न जानामि प्रायः तत्र सिमिलारिटि अस्ति कडु कडु अहङ्कार अस्ति चेदेव कडुस् भवति सम्यक् खडति नूतनपदम् परन्तु ओलजि इति ओलजि इति तद् वदतु महोदय किमर्थम् एकनिमिषम् ओलजि ओलजि वीर्यं लज्जितः लज् एकनिमिषं व्रीडायाम् आं व्रीडायां तत् सम्यक् परन्तु ओलजि इत्यस्य ओकारस्य लोपः किमर्थम् ओकारस्य लोपः अस्तु अस्तु तत् अनुनासिक वा अस्तु अस्तु अस्तु परन्तु जि इति अत ईकारस्य लोपः तदापि अनुनासिकः तदपि प्रायः अनुनासिकः अभवत् अस्तु अस्तु अहं किमपि किमपि दात्वादेशः अस्ति वा अहं चिन्तितवान् अनुनासिकः एव अस्तु सम्यक् आं पूरयतु भगिनि अत्र कश्चन प्रश्नः उदेति अत्र कश्चन प्रश्नः उदेति वादिगणः इति सामान्यं सुदादिगणः इति विशेषः नाम यत्र आ इति यकर्णप्रत्ययम् अपि च धातोः व्यवहारः सामान्यः तत्र सा च धातुः पाणिनिना वादिगणे स्थापितः यदि अकार इति विकर्णं परन्तु धातोः व्यवहारः सामान्यो न यथा लिक् धातुः यस्य उपदा गुणः न भवति लिखति एव तदा तदानीमेव पाणिना सः धातुः सुदादिगणे स्थाप्यते नो चेत् भुआदिगणः इति अकार इति अविकर्णप्रत्यय विकर्णान्ताङ्गानां सर्वेषां धातूनां पात्रं प्रश्नः अयम् अदु उपदधातूनाम् अदु उपदधातूनां किमपि विशिष्टं कार्यं तु न भवति खलु तर्हि कुतः सुदादिगणे इमे धातवः स्थापिताः अस्य उत्तरम् अग्रे अस्मिन् पाठे एव प्राप्स्यते अग्रे एतत् विषयं किमर्थं शिल विशेषः कुत्रापि अस्ति कुत्रापि विशेषः नास्ति गुणकार्यं भवति गुणकार्यं न भवति लिखति लिखति एव तिष्ठति न लिखति इति आगच्छति एतत् सर्वम् अग्रे पाठे एतत् सर्वं पश्यामः इति दत्तवन्तः तावदेव भगिनि तत्र आम् तत्र यदा वयं चलधातुः दृष्टवन्तः चलति इति रूपं तत्र उपदागुणः वा अन्ते गुणः वा किमपि नास्ति तत्तु प्रायः किमर्थं तत्र भिन्नगणेन पृथक्तया तुदादिगणे स्थापितवान् भुआदिगणे एव अभविष्यत् किल किमर्थं तादृशं कृतवान् पाणिनिना इति प्रश्नः लिक् धातुः वयम् अवगच्छामः तत्र उपदायाम् इकारः अस्ति तस्य गुणः मा भूत् इति कारणेन तुरादिगणे स्थापितवान् किमर्थं चल धातुः वा लज इति धातुः खड इति धातुः किमर्थं पृथक्तया अत्र स्थापितवान् किमर्थं तद् भुआदिगणे एव न आसीत् इति एव प्रश्नः तत् चिन्तयतु तस्मिन् विषये अग्रिमसप्ताहे अग्रे पठामः प्रश्नाः सन्ति वा अन्यत् अस्ति कड अस्ति कडक् अस्ति खलु भगिनि कडक् इति कडक् अहं चिन्तयामि कडक् अपि तदेव स्टबान् इति भवति किल महोदय खडक् स्ट्राङ्ग् स्ट्राङ्ग् कडक् स्ट्राङ्ग् कडक् चाय् तद् स्टार्च् स्टार्च् इति कृत्वा कडक् इति वदामः किल अस्माकं तदपि अस्ति स्ट्राङ्ग् स्ट्राङ्ग् कडक् कडक् आज्ञ इति प्रायः कडक् तत् परन्तु भगिनी अत्र भाषायां वयं वदामः यस् अहङ्कारः अस्ति तस् तं वदामः कड् खच्मिट् युनो कड् खच् तत्र तादृश उपयोगः अस्ति कश्मीरीभाषायां. ओ सम्यक्. भवतः अहं न ज्ञातवान् आगतवान्. अहमपि इदानीमेव कटति सर्वत्र. आम् आम् आम्. परन्तु एतत् नूतनशब्दाः वयम् अधिकम् अधिकम् उपयोगं कुर्मः चेदेव लाभाय. एकवारं पठित्वा विस्मरामः चेत् नो किमपि न लाभः. न इदानीं वयं तत् अस्माकं भाषायाः तोरणं कुर्मः तद् मनसि भवति. आम् अवश्यम्. आम् आम् आम् अवश्यम्. तत्र गति कटि इति गतौ गति अत्र धातुः अस्ति भगिनि. कटि इति खटति पुटसङ्ख्या द्वि एकशतं द्वि एकशतं पश्यामि भगिनि. अवश्यं कटि इति आगच्छति बृहद्धातु कुसुमाकारे कुसुमाकारे अस्तु भगिनि.